गुरुब्रह्मा गुरुविष्णुः गुरुदेवो महेश्वरः गुरुसाक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः विधाय हृदि विश्वेशं विधाय किमर्थम् एतत् जालपुटं निर्मितम् इति चेत् तत्र प्राचीनानाम् अपि च नद्यानां नद्यनैयायिकानाम् अपि च प्राचीननैयायिकानामध्ये तत्र मतभेदः वर्तते. कस्मिन् विषये मतभेदः वर्तते इति चेत् रूपम् इति गुणः व्याप्यवृत्तिः वा अव्याप्यवृत्तिः वा इत्यस्मिन् विषये मतभेदः वर्तते. तर्हि व्याप्यवृत्तिः इत्युक्ते किम्, अव्याप्यवृत्तिः इत्युक्ते किम् इति अस्माभिः अवगन्तव्यम् महोदय. तत्र एतावत् क्षम्यताम्, कश्चन शब्दः अस्ति श्रीराम महोदय अपि अहमपि सम्यक्तया न श्रोतुं शक्नुमः. डिस्टर्बेन्स् अस्ति. आमामाम् इति इव भाति. इदानीमस्ति वा? न सम्पूर्णतया गतं, धन्यवादः. इदानीं श्रूयते महोदय. अस्तु, तत्र एको अस्ति वा? न, एको नास्ति. एकनिमिषम् एकनिमिषम् इदानीं कथमस्ति? सम्यक् अस्ति. सम्यक् सम्यक्. ओ उत्तमम्. अस्तु, समीचीनं. तर्हि अस्तु, तत्र प्राचीनानां मतानुसारं रूपम् इति गुणः व्याप्यवृत्ति. व्याप्यवृत्ति इत्युक्ते किम् इति चेत् एकस्मिन् अधिकरणे एकं गुणम् अधिकरणं सम्पूर्णं व्याप्य तिष्ठति इति शक्यते. तत्र इदानीम् उदाहरणार्थं सङ्ख्या इति स्वीकुर्मः. एकः वृक्षः अस्ति, तर्हि एकत्वं वृक्षे कुत्र अस्ति इति चेत् सर्वत्र वर्तते. तर्हि एकत् सङ्ख्या इति गुणः व्याप्यवृत्तिः अस्ति. तादृशं रूपमपि व्याप्यवृत्तिः एव अस्ति इति प्राचीनानां मतम्. अतः एव ते किं वदन्ति, एकस्मिन् द्रव्ये एकस्यापि अधिकं वर्णं रूपं वर्तते चेत् तत्र नूतनरूपं चित्ररूपम् इति नूतनरूपं स्वीकृत्य चित्ररूपम् इदानीं द्रव्यं व्याप्य तिष्ठति इत्युक्ते द्रव्ये सर्वत्र वर्तते इति प्राचीनानां कथनमस्ति. किन्तु नव्यनैयायिकाः किं कुर्वन्ति, तादृशं न वक्तव्यं, तस्य आवश्यकता एव नास्ति इति नव्यनैयायिकानां मतमस्ति. ते किं वदन्ति, रूपम् अव्याप्यवृत्ति इति ते स्वीकुर्वन्ति. अव्याप्यवृत्ति इत्युक्ते स्व अभावस्य अधिकरणे स्वस्य विद्यमानत्वम् इति ते वदन्ति. स्वाभावस्य अधिकरणे इत्युक्ते यस्मिन् अधिकरणे स्वस्य अभाव तस्मिन्नेव अधिकरणे तद् अस्ति अपि. अत्र उदाहरणमस्ति कपिसंयोगः इति गुणः. एकस्मिन् वृक्षे उपरि भागे नो चेत् अग्रभागे कपिः वर्तते चेत् तर्हि कपिः अपि द्रव्यं वृक्षः अपि द्रव्यम् इति कृत्वा कपिवृक्षयोः मध्ये संयोगः वर्तते. इदानीं संयोगः चतुर्विंशतिगुणेषु अन्यतमः इति वयं जानीमः. तर्हि संयोगः कुत्र वर्तते, वृक्षे वर्तते. किन्तु संयोगः वृक्षे सर्वत्र वर्तते वा, नास्ति, केवलम् अग्रभागे एव वर्तते. तर्हि मूलभागे किमस्ति, कपिसंयोगस्य अभावः इत्युक्ते संयोग अभावः एव मूलभागे अस्ति. तर्हि वृक्षः इति अधिकरणं सम्पूर्णतया स्वीकुर्मश्चेत् एकस्मिन् भागे संयोगः वर्तते, अन्यस्मिन् भागे संयोगस्य अभावः वर्तते इति कृत्वा संयोगः यथा अव्याप्यवृत्तिः इति स्वीकुर्मः तथा रूपमपि स्वीकर्तुं शक्यते इति. इदानीं तत्र घटः अस्ति, घटस्य उपरि भागे नीलवर्णः स्थापितः अपि च स्थापितः इति चिन्तयतु. तर्हि यथा संयोगः अस्ति वृक्षे तथा घटस्य उपरि भागे नीलवर्णः अस्ति, घटस्य अधोभागे नीलवर्णस्य अभावः अस्ति. एवमेव घटस्य अधोभागे रक्तवर्णः अस्ति, घटस्य उपरि भागे रक्तवर्णस्य अभावः अस्ति. तर्हि रूपम् अव्याप्यवृत्तिः, रूपम् अव्याप्यवृत्ति गुणः इति स्वीकुर्मश्चेत् तत्र क्लेशः एव नास्ति इति नव्यनैयायिकाः वदन्ति. अत्र अवच्छेदकत्वम् एतत् सर्वम् अस्माभिः अधीतम्. इदानीं तस्मिन् विषये चिन्तनं मास्तु. तत्र इदानीं करपत्रं प्रति गच्छेम. इदानीमपि मम पार्श्वे करपत्रं नास्ति, किन्तु तत्र किमस्ति इति मम मनसि अस्ति. तर्हि यथा वयं पठेम, कोऽपि पठति तदनन्तरं तद्वदति चेत् मया परिष्कारं करणीयं चेत् कर्तुं शक्यते. अस्तु, तत्र करपत्रे रूपम् इति तत्र तृतीयशीर्षक उपशीर्षकमस्ति किल. श्रीरामहोदय, भवान् पठति वा तत् शीर्षकं किमस्ति इति? एकनिमिषं महोदय, श्रूयते वा? हा हा श्रूयते, हा हा श्रूयते महोदय. रूपस्य व्याप्तिवृत्तित्वम् अधि वा? हा, तत्र अन्तिमभागः अस्ति किल, तत्र उपशीर्षकमस्ति. रूपस्य अव्याप्तिवृत्तित्वम् उत व्याप्तिवृत्तित्वम्? हा, तदेव तदेव खलु. ततः आरभ्य भवान् एव पठतु. एकस्मिन् मते रूपं व्याप्यवृत्ति पुस्तके एकत्वम् इति सङ्ख्या इव, अपरस्मिन् मते रूपम् अव्याप्यवृत्ति वृक्षे कपिसंयोगः इव, येषां मते रूपं व्याप्यवृत्ति तैः चित्ररूपम् इति नूतनं सप्तमं रूपं स्वीक्रियते, येषां मते रूपम् अव्याप्यवृत्ति तैः एकस्मिन् द्रव्ये श्वेतरूपं रक्तरूपं च बहूनि रूपाणि स्वीकर्तुं शक्यन्ते. एतद् वदामि महोदय. अत्र पुरातनचिन्ता आसीत् तत्र यदा बहूनि रूपाणि एकस्मिन् द्रव्ये अस्ति चेत् तत् चित्ररूपम् इति तेषां मतम्। इदानीं नूतननैयायिकानां मतम् अस्ति यद्यपि बहूनि रूपाणि सन्ति तद् ते भिन्नभिन्नरूपाणि इति विचिन्त्य स्वीकुर्वन्ति, तत्र चित्ररूपम् इति नास्ति। तत्र अव्याप्यवृत्तिः पुरातनचिन्ता आसीत् व्याप्यवृत्ति, रूपं व्याप्यवृत्ति इति कारणेन तादृशचित्ररूपस्य आवश्यकता अस्ति। नव्यनैयायिकानां मतानुसारं तत्र रूपं अव्याप्यवृत्तिः अस्ति, अतः तत्र भिन्नभिन्नरूपाणि भवितुम् तेषां तैः स्वीकर्तुं शक्यते इति अस्ति। अग्रे अपि अग्रिमपरिच्छेदमपि पठतु महोदय। प्रश्नः अस्ति अत्र, रूपं समवायसम्बन्धेन पटे किन्तु कपिः संयोगसम्बन्धेन वृक्षे, अतः रूपस्य अव्याप्यवृत्तित्वसाधनार्थं यः दृष्टान्तः दीयते तस्मिन् प्रकृतिदृष्टान्तयोः सामान्यम् अस्ति किम्? उत्तरम्, अत्र कपेः उदाहरणे संयोगरूपगुणः स्वीकृतः न तु कपिः, संयोगरूपगुणश्च समवायसम्बन्धेन वृक्षे अग्रदेशावच्छेदेन च, मूलदेशावच्छेदेन तु कपिसंयोगः नास्ति, मूलदेशे कपिसंयोगः स्यात्, वायुः इत्यादि संयोगः स्यात्, किन्तु कपिसंयोगः नास्ति। तर्हि समवायसम्बन्धेन चेदपि संयोगः एकस्मिन् अधिकरणे कुत्रचित् भवति कुत्रचित् न भवति। अत्र प्रश्नः अस्ति, इदानीं घटे अथवा पटे रूपम् अस्ति, रूपं घटे समवायसम्बन्धेन वर्तते, तु कपिसंयोगवृक्षे इति उदाहरणे तत्र संयोगसम्बन्धः नास्ति इति प्रश्नः अस्ति, तु तत्र उत्तरम् अस्ति कपिसंयोगः इति गुणः सः गुणः। क्षम्यता महोदय, तत्र प्रश्नः कः इति इदानीमपि सम्यक्तया न प्रतिपादितं, प्रश्नः कः? प्रश्नः कः इत्युक्ते तत्र रूपस्य अव्याप्यवृत्तित्वसाधनार्थं यः दृष्टान्तः दीयते तस्मिन् प्रकृतिदृष्टान्तयोः सामान्यम् अस्ति किम्? तत्र प्रश्नः अस्ति, इदानीं अस्माकं मूलविषयः अस्ति रूपं कीदृशः तत्र सम्बन्धेन अव्याप्यवृत्तिः व्याप्यवृत्तिः वा, तदनुसृत्य चित्ररूपम् अस्ति वा, भिन्नरूपाणि भवितुम् अर्हति वा इति मूलप्रश्नः। तस्य तत्र अस्माभिः व्याप्यवृत्ति अव्याप्यवृत्ति किम् इति अधीतम्। अत्र उदाहरणेन अव्याप्यवृत्ति उदाहरणम् आसीत् कपिसंयोगः, वृक्षे कपिसंयोगः इति। इदानीं प्रश्नः अस्ति, रूपं तु पटे समवायसम्बन्धेन वर्तते, तु कपि वृक्षे संयोगसम्बन्धेन वर्तते। इदानीं द्वयोः मध्ये भेदः अस्ति, कपिसंयोग विषये तत्र द्वयोः मध्ये कपिसंयोग तत्र कपिसंयोगः इति उदाहरणे भिन्न सम्बन्धः अस्ति, रूपघट उदाहरणे तत्र भिन्नसम्बन्धः अस्ति। इदानीं कपिसंयोग उदाहरणं यथा वयं चिन्तितवन्तः तादृशचिन्ता अत्र भवितुम् अर्हति वा इति प्रश्नः अस्ति। द्वयोः इत्युक्ते तत्र द्वयोः उदाहरणम् इति नास्ति, एकं तु दृष्टान्तम्, एकम् उदाहरणमस्ति, कपिसंयोगः वृक्षे कपिसंयोगः वर्तते इति दृष्टान्तमस्ति, रूपं द्रव्ये वर्तते इति दार्ष्टान्तमस्ति. सत्यं दार्ष्टान्तमस्ति. इदानीं तत्र दार्ष्टान्तस्य दार्ष्टान्ते यत् अस्माभिः साधनीयः तत् तत्र दृष्टान्तद्वारा वयं साधयामः. किन्तु तत्र दृष्टान्तः अपि च दार्ष्टान्तः अनयोः मध्ये साम्यं भवेत् इति नियमः वर्तते. यः कोऽपि उदाहरणम् उक्त्वा तत्र इदानीम् एवमेव अत्र दार्ष्टान्ते अपि इति न वक्तुं शक्यते. तादृशं वदति चेत् न अङ्गीकुर्वन्ति. तदेव प्रश्नः. इदानीं तत्र पूर्वपक्षी इत्युक्ते तत्र प्राचीनः किं प्रश्नम् उदेति इति चेत् तत्र संयोगः समवायसम्बन्धेन वृक्षे वर्तते. न क्षम्यतां, तत्र रूपं समवायसम्बन्धेन द्रव्ये वर्तते. किन्तु कपिः संयोगसम्बन्धेन वृक्षे वर्तते. भवान् किं करोति, भवान् इत्युक्ते नव्याः किं कुर्वन्ति, तत्र संयोगं कपिः संयोगसम्बन्धेन वृक्षे वर्तते इति दृष्टान्तं दत्त्वा दार्ष्टान्ते अपि एवमेव इति साधयन्ति. तद्दोषाय इति प्रश्नः अत्र. उत्तरम् अस्ति तत्र कपि संयोगः. महोदय, कुमार् महोदय, दृष्टान्तकं दृष्टान्तकं पुनर्वदति महोदय. कपि संयोगः वृक्षे अस्ति इति दृष्टान्तं, दृष्टान्तकं किं रूपम्? इदानीम् अस्माकं लक्ष्यं किं रूपं, व्याप्यवृत्तिगुणः वा अव्याप्यवृत्तिगुणः वा इति एव अस्माकं लक्ष्यं किल. तदेव निर्णेतव्यम्. तदेव अस्माकं लक्ष्यमस्ति. तदेव दार्ष्टान्तं. दार्ष्टान्तम् इत्युक्ते रूपं द्रव्ये तस्य वृत्तिः का इति प्रश्नः. इत्युक्ते व्याप्यवृत्ति वा अव्याप्यवृत्ति वा इति प्रश्नः. रूपं केन सम्बन्धेन द्रव्ये वर्तते? मुरळीमहोदय वदतु. रूपं समवायसम्बन्धेन रूपमिति गुणः. तर्हि गुणी गुणिनि समवायसम्बन्धेन वर्तते. वर्तते. कपिः वृक्षे केन सम्बन्धेन वर्तते? कपिः संयोगसम्बन्धेन वर्तते. हा, तर्हि दृष्टान्ते संयोगसम्बन्धः उक्त्वा दार्ष्टान्ते समवायसम्बन्धः स्वीकृतः. स्वीकृतः इति नास्ति, तत्र भेदः वर्तते इति कृत्वा पूर्वपक्षी पृच्छति. साम्यं नास्ति दृष्टान्ते यद् भवान् वदति, दार्ष्टान्ते तस्य साम्यम् अस्ति इत्युक्ते दृष्टान्तः दोषदुष्टः इति. एतद् दृष्टान्तम् अत्र न वक्तव्यम् इति प्रश्नः पृच्छति सः. अस्तु, उत्तरं किमिति वदतु. उत्तरमस्ति तत्र कपिसंयोगः इति गुणः, न तु कपि अस्माभिः स्वीकृतः. कपिसंयोगः वृक्षे समवायसम्बन्धेन एव वर्तते. अतः दृष्टान्तद्राष्टान्तयोः साम्यम् अस्ति इति तेषां नव्यनैयायिकानां मतम् अस्ति. हा, उत्तमम्. तर्हि ते किं वदन्ति, भोः कपिः अपि च वृक्षयोः मध्ये संयोगः उदाहरणत्वेन दृष्टान्तत्वेन मया न दत्तम्. कपि संयोगः इति गुणः अपि च वृक्षः अनयोः मध्ये पुनः कीदृशसम्बन्धः वर्तते? समवायसम्बन्धे एव वर्तते. हा, कपि संयोगः इति गुणः अपि च वृक्षः अनयोः मध्ये समवायसम्बन्धः एव वर्तते. तर्हि साम्यं वर्तते एव दृष्टान्तदार्ष्टान्तयोः मध्ये. अतः एतत् प्रश्नं मा कुरु इति नव्यनैयायिकाः वदन्ति. अस्तु, धन्यवादः महोदय. अग्रे सीमा भगिनी पठति वा? आं महोदय, प्राचीनानां मतानुसारं रूपं किन्तु तथा नास्ति. एकत्र श्वेतरूपम् अन्यत्र रक्तरूपम् इति चेत् एकत्र विद्यमानं श्वेतरूपम् अन्यत्र रक्तरूपम् अनेन श्वेतरूपम् एकस्मिन् अधिकरणे कुत्रचित् भवति कुत्रचित् न भवति इति अव्याप्य वृत्तिः जाता। प्राचीनाः वदन्ति यत् तथा न भवति यतोहि रूपं व्याप्यवृत्तिः गुणः। समाधानं चित्ररूपम् एकस्मिन् पटे सर्वत्र एकैव रूपं न श्वेतरूपं नापि रक्तरूपं चित्ररूपं तस्मिन् पटे सर्वत्रापि वर्तते अनेन अव्याप्य वृत्तित्वं न भवति। प्राचीनानां मतानुसारं रूपस्य अव्याप्य वृत्तित्वं भवितुं न अर्हति। एकस्मिन् अधिकरणे श्वेतरूपं रक्तरूपं भवति चेद् अपि यतोहि तेषां मते रूपस्य अव्याप्य वृत्तित्वं नास्ति। ते चिन्तयति यत्र रूपद्वयमस्ति एकस्मिन् अधिकरणे तत्र चित्ररूपम् इति स्वीकरणीयं भवति। तत्र श्वेतरूपस्य अभावः अस्ति अपि च श्वेतरूपम् अस्ति अपि च रक्तरूपम् अस्ति रक्तरूपस्य अभावः अस्ति इति अव्याप्य वृत्तित्वं तत्र नास्ति। तत्र चित्ररूपस्य चित्ररूपस्य स्वीकरणेन सर्वत्र चित्ररूपम् एव अस्ति इति व्याप्यवृत्तित्वं स्वीकरणीयमस्ति तस्मिन् तेषाम् इति अस्ति। तर्हि इदानीं घटे यद् यद् उदाहरणं मया पूर्वं दत्तम् एकस्मिन् घटे उपरि भागे रक्तरूपमस्ति नीलरूपमस्ति अधोभागे रक्तरूपमस्ति चेत् इदानीं प्राचीनानां मतानुसारं घटे किं रूपमस्ति सीमा भगिनी? चित्ररूपमस्ति नीलरूपमपि नास्ति रक्तरूपमपि नास्ति किन्तु घटे चित्ररूपमेव वर्तते। हा चित्ररूपम् इति एकरूप एकमेव रूपं वर्तते इति प्राचीनानां मतम्। किन्तु नव्याय नव्याः किं वदन्ति अस्मिन् अस्मिन् घटस्य विषये रूपं किम् इति चेत् नव्यानां मतानुसारं घटे नीलरूपमपि अस्ति रक्तरूपमपि अस्ति किन्तु नीलरूपस्य अव्याप्य वृत्तित्वम् अस्ति अपि च रक्तरूपस्य अपि अव्याप्य वृत्तित्वम् अस्ति। हा तर्हि नव्याः वदन्ति द्वे रूपे स्तः घटे नीलरूपं रक्तरूपं च इति उत्तरं भवति। तदेव अत्र मुख्यवार्ता। अस्तु अग्रे अपि पठतु भगिनि भवती। नव्यानां मतानुसारं पटस्य प्रसङ्गे रूपस्य अवच्छेदकं पीततन्तुः रक्ततन्तुः नीलतन्तुः यथा कपिसंयोगस्य अवच्छेदकम् अग्रदेशः अतः पटे चित्ररूपं मास्तु अव्ययरूपं तत्र भासते एव। नानातन्तवः सन्ति तन्तवः च भिन्नभिन्नवर्णयुक्ताः अनेन तन्तुभ्यः भिन्नं पटे पृथक् रूपं नोपद्यते न वा अपेक्षते तन्तुषु विद्यमानं रूपम् एव पटे भासते। नव्यानां मतानुसारं अत्र यदि रूपत्रयं रूप द्वयं वर्तते पटे तर्हि ते वदन्ति तत्र ये यत् यत् रूपम् अस्ति तन्तुषु तत् तद् रूपं तन्तूनां तत्तत् रूपम् अवच्छेदकं कृत्वा एकस्मिन् अधिकरणे बहूनि रूपाणि भवितुम् अर्हन्ति। अतः यदि पटे पीतम् अपि रक्तमपि नीलं रूपाणि सन्ति तर्हि यत्र यत्र पीतरूपम् अस्ति तत्र तत्र तन्तोः रूपमपि पीतमस्ति यत्र यत्र रक्तरूपम् अस्ति तत्र तत्र रक्ततन्तुः अस्ति यत्र यत्र नीलरूपम् अस्ति तत्र तत्र नीलतन्तुः अस्ति अतः नानातन्तवः सन्ति तत्र अपि च तन्तूनां भिन्नभिन्नवर्णाः सन्ति. अत्र भिन्नभिन्नवर्णस्य वर्णानाम् अवच्छेदकं स्वीकृत्य पटे नानारूपम् अस्ति इति साधयामः. अत्र पृथक् रूपम् अस्ति इति नास्ति, अपि च तस्य अपेक्षा अपि नास्ति. यतोहि तन्तुषु विद्यमानरूपं पटे भासते एव. इति अस्ति. इदानीं तत्र कपिसंयोगः वृक्षे वर्तते इत्यस्मिन् स्थले यथा अस्माभिः उक्तं, कपिसंयोगनिष्ठ आधेयता निरूपित अग्रावच्छिन्न वृक्षनिष्ठ अधिकरणता, तत्र अग्रम् इति अवच्छेदकधर्मत्वेन स्वीकृतम्. अनेन किं बोध्यम् इति चेत्, कपिसंयोगः केवलं वृक्षस्य अग्रभागे एव वर्तते, अपि च मूले कपिसंयोगस्य अभावः वर्तते इति कृत्वा तत्र अभावस्य तत्र अधिकरणतायाः अवच्छेदकः भवति मूलं. तथा अत्रापि वक्तव्यं किल, तदेव अत्र उक्तं. तत्र इदानीम् अवच्छेदकधर्मत्वेन किं स्वीकुर्मः इति चेत्, तन्तुषु विद्यमानः एव तत्र अवच्छेदकं भवति इति. महोदय, वृक्षस्य उदाहरणे अग्रभाग मूलभाग इति पृथक् कर्तुं शक्नोति, किन्तु अत्र तु पटस्य विद्यमान रूपः मिश्रणं किल, एकभागे रूपम् एकभागे श्वेतरूपं नास्ति. तन्तुषु सर्वे सर्वाणि रूपाणि मिश्रणं कृत्वा प्रदर्शयति किल. तत्र उदाहरणद्वयं स्वीकर्तुं शक्यते. इदानीं पश्यतु, तत्र पटमिति किञ्चित् त्यजामः, इदानीं घटमिति स्वीकुर्मः. एकस्मिन् घटे उपरि भागे नीलवर्णः अस्ति, अधोभागे रक्तवर्णः अस्ति चेत् तत्र क्लेशः नास्ति. उपरि भागे तत्र नीलरूपम् अवच्छेदकं भवति, अधोभागे रक्तरूपम् अवच्छेदकं भवति. किन्तु तत्र रक्तरूपम् अपि च नीलरूपं द्वयमपि बहिः एव मिश्रणं कृत्वा तत्र नूतनरूपं यद् लभ्यते, रूपम् इदानीं घटे स्थापयामश्चेत् तत्र किं भवति इति प्रश्नः उदेति. प्रायः तत्र चित्ररूपमेव अस्ति, नो चेत् तस्य नूतननामं किमपि दास्यन्ति इति अहं चिन्तयामि. किन्तु तत्रापि कथं वक्तुं शक्यते इति चेत्, तत्र अवच्छेदकं स्वीकृत्य अव्याप्यवृत्तित्वं साधयितुं शक्यते. भवत्याः प्रश्नः मया अवगतः, समीचीनप्रश्नः एव इत्युक्ते तत्र मिलित्वा मिश्रणं, तत्र इदानीं रक्तरूपमपि साक्षात् न दृश्यते, नीलरूपमपि न साक्षात् दृश्यते, नूतनरूपं दृश्यते. तत्र अन्यत् किमपि रूपमेव दृश्यते इति भवति चेत् नव्याः किं वदन्ति इति चेत्, तत्रापि एतादृशं वक्तुं शक्यते. किमर्थम् इत्युक्ते इदानीं सिद्धान्तत्वेन अस्माभिः स्वीकर्तव्यं, तत्र प्राचीनानां सिद्धान्तः कः इति चेत्, रूपम् इति गुणः व्याप्यवृत्तिः, व्याप्यवृत्ति इति प्राचीन, तदनुसारं ते सिद्धान्तस्य प्रदर्शनं कुर्वन्ति. किन्तु नव्याः किं वदन्ति, रूपम् इति गुणः अव्याप्यवृत्ति. तत्रैव इदानीम् एकस्मिन् यदा मिश्रणं भवति तत्र व्याप्यवृत्ति, यत्र मिश्रणं न भवति तत्र अव्याप्यवृत्ति इति न कथयितुं शक्यते. किमर्थमित्युक्ते रूपमिति एकः एव गुणः, तस्य निश्चयरूपेण व्याप्यवृत्ति वा अव्याप्यवृत्ति वा इति कोटिद्वयमेव स्वीकर्तुं शक्यते. व्याप्यवृत्तित्वम् अपि अस्ति, अव्याप्यवृत्तित्वम् अपि अस्ति इति न वक्तुं शक्यते. Mm-hmm. यथा तेषां सिद्धान्तः भवति तथा ते प्रदर्शयन्ति, तदेव अत्र लिखितम् अवच्छेदकधर्मत्वेन तत्र पटे विद्यमान तन्तुषु विद्यमानप्रत्येकं रूपमेव अवच्छेदकं भवति इति अत्र नव्याः वदन्ति. अस्तु धन्यवादः. अग्रे तर्हि भवती विजी भगिनी भवती एव पठतु अग्रे. महोदय क्षम्यताम्, एकः प्रश्नः महोदय. अत्र कपिसंयोगस्य अवच्छेदकम् अग्रदेशः भवति, यत्र पटे रूपत्रयं भवति, प्रथमतन्तु अस्ति पीतं, द्वितीयतन्तु अस्ति रक्तं, तृतीयतन्तु अस्ति नीलवर्णं. तदानीम् अवच्छेदकं किं महोदय? तत्र रक्ततन्तुषु विद्यमानरक्तरूपमेव अवच्छेदकं भवति. किन्तु देशस्य स्वीकरणं न भवति, यतोहि अत्र वृक्षे कस्मिन् भागे संयोगः अस्ति तत् दृष्ट्वा तस्य अवच्छेदकं स्वीकृतम्. अत्र अवच्छेदकरूपेण तन्तुः भवति वा भागः भवति? भवती इदानीं प्रयत्नं करोतु, यथा मया उक्तं कपिसंयोगनिष्ठ अधेयता निरूपित अग्रावच्छिन्न वृक्षनिष्ठ अधिकरणता इति मया उक्तं किल, तादृशम् इदानीम् अधिकरणता वदतु. अत्र वर्णस्य रूपस्य अधिकरणता वक्तव्यम्? आम् सत्यं, रूपम् आदेयः, पटः अधिकरणं, पटे अधिकरणता अस्ति, रूपे आधेयता अस्ति. पीत रूपनिष्ठ पीततन्तु पीततन्तु अत्र तत्र अवच्छेदकम् अधिकरणतायाः एव वक्तव्यं, न तु आधेयतायाः. तर्हि पीततन्तुनिष्ठ न पीतरूपनिष्ठ आधेयता निरूपित, तावत्पर्यन्तं किमपि क्लेशः नास्ति. अस्तु, पीततन्तुनिष्ठ पीतरूपनिष्ठ पीततन्तुनिरूपित आधेयता निरूपित अधिकरणता अस्ति पीततन्तौ. तत् न एकनिमिषम्, इदानीम् अस्माकं लक्ष्यं किम्? अधिकरणता निरूपणीयम्. अधिकरणता कुत्र विद्यते? पटे विद्यते. आधेयता कुत्र विद्यते? नीलरूपे पीतरूपे विद्यते. तर्हि पीतरूपनिष्ठ आधेयता निरूपित पटनिष्ठ अधिकरणता, सा अधिकरणता केन अवच्छिन्ना इति तत्र योजयतु. पीतरूप अवच्छिन्ना वा पीततन्तुरूपं कुत्र निष्ठमस्ति? पीततन्तुना खलु महोदय, पीततन्तु अवच्छिन्ना. ओ पीततन्तुन अवच्छिन्न. ओहो ओके ओके, हा उत्तमं. तर्हि श्रीराम महोदय वदतु वाक्यं कथं भवति इति. पीतरूपनिष्ठ आधेयता निरूपित पटनिष्ठ पीततन्तुना अवच्छेद्य अधिकरणता, अधिकरणतायाः निर्माणं, वाक्यनिर्माणं. हा उत्तमं, तत्र किञ्चित् भिन्नरीत्यापि वक्तुं शक्यते. पीतरूपनिष्ठ आधेयता निरूपित पीततन्तु अवच्छिन्न पटनिष्ठ अधिकरणता. तत्र सीमा भगिनी, वृक्षे अग्रमिति भागः, अत्र भागः कः इति चेत् पीततन्तुः एव साक्षात्. अस्तु महोदय, अवगच्छामि. तर्हि अभावस्य निरूपणं करणीयं चेत् तत्र इदानीं मास्तु भगिनि, किमर्थम् इत्युक्ते सर्वेषां क्लेशः भवति. प्रायः गृहपाठरूपेण कृत्वा समीचीनचिन्तनं तादृशं करणीयम् अस्माभिः, किन्तु अग्रे गन्तुं शक्यते न शक्यते इति कृत्वा प्रायः तत्र संसर्गः एतत् सर्वं वक्तव्यं भवति. संसर्गः नास्ति, स्वरूपसम्बन्धः, एतत् सर्वं वक्तव्यं भवति. अस्तु, अग्रे विधि भगिनी पठतु भगिनि. किन्तु अग्रे यावत् सीमा भगिन्या पठितं तस्मात् अग्रे प्राचीनः किं प्राचीनः किम् उत्तरं ददति आरभ्य प्राचीनः किम् उत्तरं ददति चक्षुः इन्द्रियप्रत्यक्षं प्रति रूपं कारणं, रूपं नास्ति चेत् तस्य द्रव्यस्य चक्षुषप्रत्यक्षं न भवति. अत्र कार्यकारणभावः प्रयुक्तः इति यदि पटे रूपं नास्ति तन्तुषु एव रूपं वर्तते इति यदि वदन्ति तर्हि पटे समवायसम्बन्धेन रूपं नास्ति इति उक्तौ, पटस्य प्रत्यक्षम् एव न स्यात्. अतः चित्ररूपम् अङ्गीकर्तव्यम्. अनेन तन्तुषु रूपं भवति, तदा भिन्नभिन्नतन्तूनां संयोगात् पटे चित्ररूपम् उत्पन्नं, भिन्नभिन्नवर्णयुक्ततन्तूनां संयोगात् पटे चित्ररूपम् उत्पन्नं, तथा च पटे रूपमस्ति समवायसम्बन्धेन, अनेन पटस्य प्रत्यक्षं भवति. प्राचीनः किम् उत्तरं वदति, ओहो चक्षुषु इन्द्रियम् अस्ति किन्तु रूपं नास्ति चेत् चक्षुषोः प्रयोजनमपि नास्ति. अत्र एकं कार्यम् अपरं कारणम् इति उच्यते. रूपमिति रूपमिति कारणं, रूपमिति कारणं, प्रत्यक्षम् इति प्रत्यक्षम् इति कार्यं, चाक्षुषप्रत्यक्षम् इति कार्यं, चाक्षुषप्रत्यक्ष कार्यम् इति यदि पटे रूपं नास्ति तन्तुषु एव रूपं वर्तते तन्तुषु रूपं वर्तते किन्तु पटे रूपं नास्ति इति वदामः चेत् पटे समवायसम्बन्धेन रूपं नास्ति किन्तु एतत् न सम्भवति किल महोदय. पटे रूपं नास्ति चेत् अवगच्छति वा, पटे रूपं नास्ति चेत् समवायसम्बन्धेन रूपं नास्ति इति वा? अत्र प्रश्नः भगिनी, प्रत्यक्षयोग्यम् इति अस्माभिः पूर्वं पठितं किल, प्रत्यक्षयोग्यत्वं यस्मिन् रूपं विद्यते अपि च परमाणुपरिमाणभिन्नपरिमाणभिन्नपरिमाणं तस्य एव प्रत्यक्षं भवति इति अस्माभिः पठितं किल. आम् आं महोदय, समीत इदानीं नव्यानां मतानुसारं पटे किमपि नूतनरूपं नास्ति इति तेषां मतं, चित्ररूपम् इति नूतनरूपं न भवति, यद् रूपं तन्तौ अस्ति तदेव रूपं पटे अपि दृश्यते. तर्हि प्राचीनः पृच्छति इति चेत् यदि पटे रूपमेव नास्ति कथं वा तस्य प्रत्यक्षं भवति वायुः रूपं नास्ति किल अतः एव वायुः अस्माभिः न द्रष्टुं शक्यते एवमेव इदानीं पटः इति कार्यं तन्तुः इति कारणम् रूपं केवलं तन्तौ एव विद्यते न तु पटे इति चेत् रूपं यदा समवायसम्बन्धेन पटेन विद्यते तर्हि कथं वा पटस्य दर्शनं भवति इति प्रश्नः अपि च उत्तरः अपि उत्तरम् हा तत्र एतादृशं प्रश्नं कृत्वा प्राचीनाः किं वदन्ति अस्माकं मते तु चित्ररूपमिति वयम् अङ्गीकृतवन्तः चित्ररूपं समवायसम्बन्धेन पटे अस्ति तर्हि द्रष्टुं शक्यते अत्र अस्माकं मतानुसारं क्लेशः एव नास्ति किन्तु भवतः मतानुसारं क्लेशः वर्तते किमर्थमिति चेत् पटे रूपमेव नास्ति तन्तूनामेव प्रत्यक्षं भवति न तु पटस्य इति आपादनं कुर्वन्ति प्राचीनाः यदि रूपम् अव्याप्यवृत्ति इति वदति तर्हि रूपस्य तत्र पटस्य प्रत्यक्षमेव न भवति प्राचीनां मतं यत् वदति तत् सत्यमिति अग्रे अपि पठतु तस्य उत्तरम् इदानीं नव्याः यत् दास्यन्ति नव्याः यदि वदति तदपि सत्यम् इति भाति अग्रे पठतु भगिनि किन्तु नव्यानेन पटस्य प्रत्यक्षं भवति किन्तु नव्यानाम् अनेन न कोऽपि दोषः चाक्षुषां प्रति रूपं कारणं नव्यानां मते श्वेतरूपम् अपि अस्ति नीलरूपम् अपि अस्ति बहूनि रूपाणि सन्ति पटे अवयवैः तत्तत् रूपम् उत्पद्यते पटे इति स्वीक्रियते चेत् अपि पटे रूपं सिद्ध्यति यथा खतिसंयोगः वृक्षस्य अग्रभागे सति अपि सम्पूर्णवृक्षे अपि वर्तते तथैव रक्तवर्णयुक्ततन्तुभिः पटे रक्तरूपं जायते एवमेव श्वेतरूपयुक्त अवयवैः पटे श्वेतरूपं जायते अत्र समवायसम्बन्धेन न केवलं रूपम् अस्ति अपि तु रूपाणि सन्ति अत्र मुख्यमस्ति यत् प्राचीनः रूपस्य व्याप्यवृत्तित्वं मनसि कृत्वा चित्ररूपम् अङ्गीकृतवन्तः नव्यैः तु यथा संयोगस्य अव्याप्यवृत्तित्वं भवति तथा रूपस्य अपि अव्याप्यवृत्तित्वं भवतु न कापि हानिः इति चित्ररूपम् अनङ्गीकृत्य भिन्नभिन्नरूपाणि भवन्ति इति अङ्गीकृतवन्तः अनेन नूतनचित्ररूपं न अपेक्षितम् इति पर्यवसितम् एतत् सर्वं भवान् उक्तवान् किल चाक्षुषा स्वशब्दैः इदानीं नव्याः कथं नव्यः ते वदन्ति रूपम् इति नास्ति इति न वक्तव्यं श्वेतरूपम् अपि अस्ति नीलरूपम् अपि अस्ति बहूनि रूपाणि सन्ति पटे तत्तत् रूपम् अत्र तस्य स्थले अस्ति इदानीं यथा कपिसंयोगः वृक्षस्य अग्रभागे अस्ति इति वयं स्वीकुर्मः किन्तु सम्पूर्णवृक्षे अपि वर्तते तादृशम् एव रक्तवर्णम् अस्ति चेत् रक्तवर्णं पटे अस्ति श्वेतवर्णम् अस्ति चेत् श्वेतवर्णम् अपि पदे अस्ति एवमेव स्वीकरणीयम्। अत्र समवायसम्बन्धेन न केवलरूपम् अपि तु न के ये एकरूपं चित्ररूपम् इति नाम्ना एकरूपं स्वीकृत्य समवायसम्बन्धेन वर्तते इति प्राचीनमत मत अनुसारं वदन्ति। किन्तु नव्यानैयायिकानां मतं केवलं एक चित्ररूपमिति एकनाम्ना न दीयते, किन्तु यत् रूपम् अस्ति श्वेतं वा पीतं वा यत् रूपम् अस्ति पृथक्तया स्वीकृत्य समवायसम्बन्धेन पटे अस्ति इति वक्तव्यम्। अतः संयोगस्य अव्याप्यवृत्तित्वं भवति तथा रूपस्य अपि अव्याप्यवृत्तित्वं भवतु। अत्र वृक्षस्य अग्रभागे संयोगसम्बन्धेन वर्तते इति अव्याप्यवृत्तित्वं भवति इति वक्तव्यं। तादृशम् एव अत्रापि रूपस्य अव्याप्यवृत्तित्वं वर्तते इति चित्ररूपं न अङ्गीकृतं। भिन्नभिन्नरूपाणि भवन्ति इति भिन्न भिन्नरूपं स्वीकृत्य सम्बन्धं वृत्तित्वम् अव्याप्यवृत्तित्वं वक्तुं शक्नोति इति नव्यनैयायिकाः मतम्। साधु वा महोदय। उत्तमं, तर्हि आमामां तदेव इदानीं तत्र तर्हि प्राचीनानां मतानुसारं रूपं व्याप्यवृत्ति एकमेव रूपं द्रव्ये विद्यते इति तेषां मतं, तदपि ते साधितवन्तः। नव्ययाः अपि तत्र रूपम् अव्याप्यवृत्ति, तर्हि समवायसम्बन्धेन अनेकानि रूपाणि एकस्मिन् द्रव्ये वर्तते, तर्हि द्रष्टुं शक्यते एव रूपमेव नास्ति इति न उक्तम् इति विजिभगिनी कृपया महोदय। शिवराम कुलकर्णी अपि अस्ति, धन्यवादः। अस्तु आगत्य अत्र विलम्बेन भवतु महोदय, चिन्ता नास्ति इति अत्र एषः एतत् करपत्रम् अस्माभिः समापितम्। अत्र बहिः किमपि अस्माभिः अधीतम्। प्रथमं तु व्याप्यवृत्ति इत्युक्ते किम्, अव्याप्यवृत्ति इत्युक्ते किम् इति अस्माभिः अधीतं। तत्र सामान्यतया वदामश्चेत् यस्मिन् अधिकरणे तस्य अभावः अस्ति तस्मिन्नेव अधिकरणे तस्य भावः इति एवमेव वदामश्चेत् तत्र क्लेशः भवति मनसि, कथं वा तस्य अस्तित्वम् अपि च नास्तित्वमपि अस्ति इति। किन्तु इदानीं कपिसंयोगः वृक्षे वर्तते इति उदाहरणं स्वीकृत्य पश्यामश्चेत् कपिसंयोगः वृक्षस्य अग्रभागे वर्तते, मूलभागे नास्ति, किन्तु वृक्षः इति एकमेव अधिकरणं, तर्हि तस्मिन्नेव अधिकरणे द्वयमपि भवति, तस्य भावः अपि भवति अभावः अपि भवति इति अस्माभिः अधीतम्। अनन्तरं तत्र अवच्छेदकत्वम् इत्यस्मिन् विषये मुख्यविषयः अस्माभिः किम् अधीतम् इति चेत्, सर्वदा कार्यमेव इत्युक्ते घटः एव कपाले वर्तते, अवयवी एव अवयवे वर्तते समवायसम्बन्धेन। तत्र विपरीतरीत्या अवयवः यदा कदापि अवयविनी न भवति, तथापि तत्र अग्रभागः अवच्छेदकत्वेन स्वीकर्तव्यम्। यदि कपिसंयोगः केवलम् अग्रभागे एव वर्तते तर्हि केनापि सम्बन्धेन अग्रम् इति भागः, अग्रम् इति अवयवम् अवयविनी वर्तते इति वक्तव्यमिति निर्बन्धः अस्ति इति कृत्वा तत्र स्वरूपसम्बन्धेन वर्तते इति अपि अस्माभिः स्वीकृतम्। अनेन एव तत्र अवच्छेदकत्वं साधितम् अस्माभिः इति एतत् सर्वम् अस्माभिः अधीतम्। सम्यक्तया. अस्तु, इदानीं तत्र पुस्तकं प्रति गच्छेम. नवसप्ततिः तमपुटे स्मः, ततः एव अत्र अत्र आगतम् अस्माभिः. तत्र सूक्तिललन्तिका इति अस्ति, व्याप्यवृत्तित्वम् अव्याप्तवृत्तित्वम् इति पदार्थनिरूपणम् इति. यद् गभीरतया अस्माभिः जालपुटे अधीतं तदेव क्षिप्तरूपेण दत्तम् इति कृत्वा झटिति पठितुम् अपि च अवगन्तुं शक्यते. अस्तु, बालसुब्रह्मण्य महोदय, भवान् पठति वा? भवान् नवसप्तति पुटे वा महोदय? नवसप्ततिः मया विभ्रीत्या उक्तं वा? ओके, इदानीं श्रूयते महोदय. व्याप्यवृत्तित्वम् अव्याप्यवृत्तित्वम् इति पदार्थनिरूपणं. नव्य नैयायिकाः न इदं सहन्ते, तेषाम् अयम् आशयः. वृक्षे संयोगसम्बन्धेन कपिः अस्ति चेत् सः तस्मिन् वृक्षे अग्रे मूले कस्याञ्चित् शाखायां वा भवति, न तु सर्वेषु अवयवेषु कपिः भवति. वृक्षगतरूपं तु सर्वेषु अवयवेषु वर्तते इति तत् व्याप्यवृत्ति इति उच्यते. कपिः तत् संयोगो वा न सर्वा अवयवेषु वर्तते इति कपिः कपिसंयोगः कपिसंयोगो वा अव्याप्यवृत्तिः इति उच्यते. अव्याप्यवृत्तित्वम् इत्यस्य स्वभावस्य अधिकरणे स्वस्य विद्यमानत्वम् इति अर्थः. नव्यनैयायिकाः पूर्वम् उक्तं व्याप्यवृत्तित्वम् अव्याप्यवृत्तित्वम् इति पदार्थनिरूपणं नव्यनैयायिकाः इदं न सहन्ते. इदम् इत्युक्ते अत्र किम्? इदम् इति चेत् पूर्वस्मिन् परिच्छेदे प्राचीनाः यदुक्तं प्राचीनैः यदुक्तं तत्र चित्ररूपम् इति नूतनरूपम् उत्पद्यन्ते इति यदुक्तं तद् न सहन्ते. तत् सहन्ते तेषां तद् न अङ्गीकुर्वन्ति. तेषाम् अयम् आशयः. वृक्षे संयोगसम्बन्धेन कपिः अस्ति चेत् सः तस्मिन् वृक्षे अग्रे मूले कस्यचित् शाखायां वा भवति. तेषां मतं किम् अस्ति चेत् संयोगसम्बन्धेन वृक्षे कपिः अस्ति चेत् सः कपिः तस्मिन् वृक्षे अग्रभागे मूले कस्याञ्चित् किमपि भागे अपि शाखायां भवति इति तेषां मतम्. सर्वेषु अवयवेषु कपि भवति एव, संयोगसम्बन्धेन कपि अस्ति चेत् सर्वेषु अवयवेषु कपिः अस्ति. न तु सर्वेषु अवयवेषु कपिः भवति, न तु. आम्, न तु सर्वेषु अवयवेषु कपिः भवति. सर्वेषु अपि भागे कपिः नास्ति, परन्तु अग्रे अथवा मूले अथवा कस्याचित् भागे एव भवति इति तेषां मतम्. वृक्ष वृक्षगतरूपं तु सर्वेषु अवयवेषु वर्तते इति तत् व्याप्यवृत्ति इति उच्यते. यदा सर्वत्र वृक्षगतरूपं सर्वेषु अवयवेषु वर्तते इति चेत् व्याप्यवृत्ति इति व्याप्यम् इति उच्यते. पूर्वं पठितवन्तः एवं वा महोदय? वृक्षगतरूपं कपिः तत् संयोगो वा न सर्व अवयवेषु वर्तते इति कपिः कपिसंयोगो वा अव्याप्यवृत्तिः इति उच्यते. सो कपिः संयोगसम्बन्धेन सर्व अवयवेषु वर्तते इति अव्याप्यवृत्ति इति उच्यते. इत्युक्ते कपिः सर्व अवयवेषु वर्तते, परन्तु एकसमये न. तथा चेत् अव्याप्यवृत्ति इति उच्यते. अत्र अव्याप्यवृत्तिः इत्युक्ते किम्? कपिः वृक्षस्य सर्व अवयवेषु वर्तते. कपिः सर्व वृक्ष सर्वेषु अवयवेषु न वर्तते किल, एकस्मिन् एव शाखायां वर्तते, एकस्यां शाखायामेव न वर्तते. न वर्तते इति चेत् कपिसंयोगः तत्र एवं संयोगः अव्याप्यवृत्ति इति उच्यते. तर्हि अव्याप्यवृत्तिः किम् इति चेत् कपिः नो चेत् कपिसंयोगः, द्वयमपि अव्याप्यवृत्तिः. कपिः अव्याप्यवृत्तिः, कपिसंयोगः अव्याप्यवृत्तिः. कपिः अव्याप्यवृत्तिः द्रव्य अव्याप्यवृत्ति वृत्तिः द्रव्यम्, कपिसंयोगः अव्याप्यवृत्तिः गुणः इति. अव्याप्यवृत्तिः इति गुणः सर्वत्र न विद्यते इति. अव्याप्यवृत्तित्वम् इत्यस्य स्वभावस्य अधिकरणे स्वस्य विद्यमानत्व इति अर्थः. अव्याप्यवृत्तित्वम् इत्युक्ते स्व अभावस्य अधिकरणे स्वस्य विद्यमानत्वम् इति अर्थः. एकभागे विद्यमानत्वम् अस्ति, अन्यभागे अभावम् अस्ति इति अर्थः. अव्याप्यवृत्तित्वम् इति इत्युक्ते एवमेव अर्थः. तत्र स्वाभावस्य अधिकरणं स्वस्य स्वाभावस्य अधिकरणे स्व अभावस्य अधिकरणे स्वस्य विद्यमानम् इति अव्याप्यवृत्तिः इत्यस्य लक्षणमस्ति. अस्तु, धन्यवादः महोदय. अग्रे मुरलीमहोदय पठति वा? एकस्मिन् एव वृक्षरूपे आं महोदय. एकस्मिन् एव वृक्षरूपे अधिकरणे कपिः अस्ति, अग्रदेशवर्ती शाख्यां शाखायां शाखायां शाखायां तस्य अभावस्तु मूलदेशवर्ती शाखायाम्, एवञ्च अग्रं कपिनिष्ठ आदेयता निरूपित या वृक्षनिष्ठ अधिकरणता तस्याः अवच्छेदकम् इत्युच्यते. मूलं च कपिसंयोग अभावनिष्ठ आदेयतानिरूपित अधिकरणता अवच्छेदकम् इति पूर्वं दृष्टं महोदय, स्वच्छम् अस्ति. एकस्मिन् एव वृक्षरूपे अधिकरणे कपिः अस्ति, अग्रदेशवर्ति शाखायाम् अग्रदेशवर्ती इति शाखायां कपि मूलवृक्षस्य अग्रे भवति. कपिः भवति वा कपिसंयोगः भवति? कपिसंयोगः भवति, किन्तु अस्माकं विवक्षात् कपिसंयोगः इति कपिः अथवा कैयति कपिसं द्वे एव भवति. तस्य अभावस्य कपिः अभावं वृक्षस्य मूले वर्तते. स्पष्टतया मूलदेशवर्ति तस्य अभावं वर्तते इति उक्तम् इति तादृशम्. एवञ्च अग्रं नौ डेफिनेशन् मीन्स् वाट् महोदय? लक्षणं लक्षणं लक्षणं लक्षणम् एवञ्च लक्षणं वदतु. एवञ्च अग्रं कपिनिष्ठ आदेयता निरूपित या वृक्षनिष्ठ अधिकरणता तस्याः अवच्छेदकम् इति उच्यते. मूलं च कपिसंयूह अभावनिष्ठ आदेयता निरूपित अधिकरणता अवच्छेदकं तदेव भवति. आम् इति एतत् सर्वम् अस्माभिः तत्र करपत्रे एव पठितम्. आं महोदय. अपि च अत्र अत्रैव प्रश्नः उदितः आसीत् कथं वा मूलम् अथवा अग्रम् अवच्छेदकत्वेन भवितुम् अर्हति. किमर्थमित्युक्ते वृक्षः एव मूले वा अग्रे वा अस्ति, न तु अग्रभागः वृक्षे अस्ति इति यदा कदापि न वक्तुं शक्यते. अवयवी एव अवयवे वर्तते, अवयवः अवयविनि न वर्तते यदा कदापि न भवति. तर्हि कथं वा तस्य अवच्छेदकत्वं वक्तुं शक्यते? अवयवी समवायसम्बन्धेन अवयवे वर्तते इति वयं जानीमः, किन्तु अवयवः यदा कदापि अवयविनि न भवति. न भवति चेत् इदानीम् अधिकरणता वृक्षे अवयवी एव अवयविनि एव वर्तते, तस्य समानस्तरे एव अग्रं वक्तव्यं भवति. किन्तु वृक्षः अग्रे वर्तते, तर्हि यथा सीमा भगिन्या उक्तं तत्र गते वर्गे चित्रं निरूपयामश्चेत् अग्रम् इति सर्वेषाम् अधोभागे लेखनीयं, तस्मादुपरि वृक्षः भवति, तस्मादुपरि कपिसंयोगः नो चेत् तद् अधिकरणता भवति. तर्हि कथं वा अग्रम् अधिकरणतायाः अवच्छेदकः भवितुमर्हति? यद् समानस्तरे भवति तयोः मध्ये यद् सामानाधिकरण्यं विद्यते भवति, सामानाधिकरणं ययोः मध्ये भवति, तयोः एव परस्पर अवच्छेदक अवच्छेद्यभावः भवितुमर्हति इति प्रश्नः उदेति इति कृत्वा तत्र अग्रम् इति भागः स्वरूपसम्बन्धेन अवयविनी वर्तते इति स्वीकर्तुं शक्यते. तर्हि स्वरूपसम्बन्धेन एव तत्र अग्रस्य अवच्छेदकत्वं प्राप्तम् इति अस्माभिः अधीतम्. अस्तु, तत्र पुनस्मारणार्थं मया एतदुक्तम्. अग्रे शिवराममहोदय पठति वा घटत्वनिष्ठप्रतियोगिता? आं महोदय. पूटसङ्ख्या अशीति अशीति उपरिष्टात् घटत्वादि अक्षरैः लिखितं घटत्वादिनिष्ठप्रतियोगिता अवच्छेदकत्वात् इदम् अवच्छेदकत्वं मूलाग्रनिष्ठं भिन्नम्. क्षम्यतां महोदय, अग्रिमे रविवासरे पठित्वा सर्वम् आगच्छामि. गत अस्तु, तत्र कः साहाय्यं करोति इदानीं? तत्र सीमा भगिनी वदति वा तत्र भिन्नानि कानि इति, कथं वा भिन्नम् इति? घटत्वादिनिष्ठप्रतियोगिता अवच्छेदकत्वात् इदम् अवच्छेदकं मूलाग्रनिष्ठं भिन्नम् इति किञ्चित् साहाय्यं करोतु. तदनन्तरं शिवराममहोदय एव अग्रे पठति. यथा भवता उक्तम् अत्र घटत्व यत्र यत्र घटत्व अस्ति तत्र तत्र प्रतियोगिता अस्ति, अतः तयोः मध्ये सामानाधिकरणीयम् अस्ति. किन्तु यत्र यत्र अग्रत्वमस्ति तत्र तत्र प्रतियोगिता भवितुं न अर्हति, यतोहि अग्रभागः अवयवः अस्ति, अपि च वृक्षः अवयवी अस्ति, वृक्षे अधिकरणता अस्ति, अतः तयोः किञ्चित् भेदः अस्ति. अग्रभाग न, अत्र मूलभाग, यतोहि मूले अभावः अस्ति. यत्र यत्र मूलत्वम् अस्ति तत्र तत्र अभावः अस्ति इति वक्तुं न शक्नुमः, यतोहि मूलभागः अवयवी अस्ति, अवयवे अवयवी वर्तते, अतः अवयविनि अधिकरणता अस्ति इति वक्तुं न शक्नुमः. वृक्षे अधिकरणता अस्ति अभावस्य, किन्तु न क्षम्यताम् एकनिमिषं महोदय, एकनिमिषम् एकनिमिषम् अस्तु. मूले अभावः अस्ति किन्तु भगिनी अत्र एतादृशं करोतु, मूले के के अभावाः सन्ति इति वदतु प्रथमम्. मूले कपिसंयोगस्य अभावः अस्ति, अपि च अधिकरणतायाः अभावः अपि अस्ति, यतोहि वृक्ष अधिकरणता अस्ति. अग्रभागस्य अभावः, अग्रभागस्य अभावः तु मूले अस्ति एव, किन्तु अत्र किं दत्तम्? अत्र घटत्वादिनिष्ठप्रतियोगिता अवच्छेदकत्वात् इति किमर्थम् अत्र लिखितम्? तस्मिन् विषये किञ्चित् चिन्तयतु. अपि संयोगत्वम्, एकनिमिषं विजी भगिनी, तत्र सीमा भगिनी वदतु. पुनः प्रश्नं पृच्छतु महोदय. अत्र वाक्ये घटत्वादिनिष्ठप्रतियोगिता प्रतियोगिता अवच्छेदकत्वात् इदम् अवच्छेदकत्वं मूलाग्रनिष्ठं भिन्नम् इति उक्तं किल, तर्हि तत्र घटत्वादिनिष्ठप्रतियोगिता अवच्छेदकं, तत्र घटत्वं प्रतियोगितायाः अवच्छेदकं कथं भवति इति प्रथमम् उक्त्वा, मूलम् अभावस्य कपिसंयोग अभावस्य अवच्छेदकं कथं भवति इति किञ्चित् उक्त्वा तत्र तुलना करोति चेत् अर्थः लभ्यते सर्वेषाम्. घटे घटत्वं वर्तते, अपि च प्रतियोगिता वर्तते, अपि तु यत्र यत्र घटत्वमस्ति तत्र तत्र प्रतियोगिता अस्ति, तत् स्पष्टमस्ति मम मनसि, किन्तु अत्र विवरणार्थे किञ्चित् क्लेशः अस्ति, अहं किञ्चित् विचार्य वदामि. अत्र मूले अभावः अस्ति, अतः मूलम् एव प्रतियोगी अस्ति. अत्र मूले अभावः अस्ति इति स्वीकरोति चेत् क्लेशः भवति, वृक्षे एव अभावः अस्ति. तदेव ओके, वृक्षे कपिसंयोगस्य अभावः अस्ति, किन्तु वृक्षे सर्वत्र कपिसंयोगस्य अभावः नास्ति, केवलं मूले इति कृत्वा कपिसंयोग अभावस्य अवच्छेदकः भवति मूलम्. अस्तु, अहं वदामि एकवारं. वृक्षे अभावः अस्ति, अस्ति न मूले अभावः अस्ति पुनः वदतु महोदय मनसि भ्रमः अभवत् अस्तु विजि भगिनी प्रयत्नं करोति वा नो चेत् अहं वदिष्यामि महोदय एकनिमिषं मुरळि महोदय विजि भगिनी वदतु वृक्षे अग्रभागे संयोगः अस्ति मूलभागे वृक्षसंयोगस्य अभावः अस्ति इति न वा महोदय पुनः वदतु वृक्षे अग्रभाग संयोगनिष्ठ समूहनिष्ठ आधेयता निरूपित अधिकरणता अधिकरणताया वृक्षे अस्ति अधिकरणं किन्तु सति संयोगस्य अधिकरणं तु अग्रभागे एव अस्ति अतः समान अधिकरणं नास्ति अधिकरणं किम् अग्रभागः अधिकरणम् इति यदा कदापि न वदतु अधिकरणं तु वृक्षः आम् अधिकरणता वृक्षे अस्तु अहमेव किञ्चित् वदिष्यामि अग्रभागस्य अधिकरणम् अवयवः महोदय अग्रभागमेव अवयवः किल अग्रभागस्य अधिकरणम् इति चिन्तयति चेत् इतोपि क्लेशः भवति एव अभावः वृक्षे अस्ति किन्तु सर्वत्र नास्ति मूले एव अस्ति अतः मूलत्वाविच्छिन्न अभावः मूलत्वाविच्छिन्न कपि संयोगाभावः वृक्षे अस्ति इति वक्तव्यं भवति अस्तु अत्र समीचीनं किन्तु किञ्चित् प्रतिपादनार्थं सर्वेषां कृते किञ्चिदिव वदामि अत्र घटत्वादिनिष्ठप्रतियोगिता अवच्छेदकत्वात् इदम् अवच्छेदकत्वं मूलाग्रनिष्ठं भिन्नं प्रथमं तत्र भूतले घटः नास्ति इति स्वीकुर्मः उदाहरणं तर्हि भूतले घटाभावः अस्ति तर्हि तत्र घट अभावस्य प्रतियोगी कः इति चेत् घटः प्रतियोगित घटे विद्यमानप्रतियोगितायाः अवच्छेदकः कद अवच्छेदकं किम् इति चेत् घटत्वम् इति भवति अपि च तत्र घटस्य आनयनेन भूतले विद्यमानघट अभावः अपगच्छति एव तर्हि तत्र घटत्वादिनिष्ठप्रतियोगिता अवच्छेदकत्वात् इत्युक्ते तत्र घटत्वं प्रतियोगितायाः अवच्छेदकः भवति एकस्मिन् पार्श्वे इदानीं तत्र कपिसंयोगः कपिसंयोगस्य अभावः कुत्र वर्तते यथा भूतले घटाभावः अस्ति तदा इदानीं भिन्न द्वितीय उदाहरणे कपिसंयोगस्य अभावः वृक्षे वर्तते किन्तु वृक्षे सर्वत्र वर्तते वा न केवलं मूले एव कपिसंयोगस्य अभावः वर्तते तर्हि इदानीं तादृश अभावस्य प्रतियोगिता कुत्र वर्तते वृक्षे एव वर्तते किल कपिसंयोगस्य अभावः कुत्र वर्तते वृक्षे वर्तते तर्हि तस्य अभावस्य इदानीं प्रतियोगी कः इदानीं वृक्षे वृक्षत्वं वर्तते वृक्षे तु वृक्षत्वं यथा घटे घटत्वं वर्तते तदा वृक्षे वृक्षत्वं वर्तते इति वयं जानीमः किन्तु तत् वृक्षत्वं स्वीकृत्य अस्य अभावस्य प्रतियोगिता न साधयितुं शक्यते किमर्थम् इत्युक्ते वृक्षत्वं वृक्षे सर्वत्र वर्तते किन्तु कपिसंयोगस्य अभावः केवलं मूले एव वर्तते तर्हि अत्र मूलम् इति अवच्छेदकत्वेन स्वीकर्तव्यं, न तु वृक्षत्वम् इति भेदः, तदेव महान् भेदः. घटाभावः भूतले वर्तते इति तत्र अवच्छेदकं घटत्वम् इति स्वीकर्तुं शक्यते, किन्तु कपिसंयोग अभावः वृक्षे वर्तते, अत्र वृक्षत्वम् अवच्छेदकत्वेन न स्वीकर्तुं शक्यते. किमर्थम् इत्युक्ते एकस्मिन् भागे एव कपिसंयोगस्य अभावः वर्तते इति कृत्वा तत्र मूलम् इति एव अवच्छेदकत्वेन स्वीकर्तव्यं भवति इति एकम्. द्वितीयम्, इदानीं घटत्वं, घटे घटत्वं यत् प्रतियोगितायाः अवच्छेदकः भवति, घटत्वं घटे केन सम्बन्धेन वर्तते इति चेत् समवायसम्बन्धेन वर्तते. किन्तु अत्र द्वितीय उदाहरणे मूलं केन सम्बन्धेन वृक्षे वर्तते इति चेत् समवायसम्बन्धेन वर्तते इति न वक्तुं शक्यते. किमर्थमित्युक्ते वृक्षः एव मूले समवायसम्बन्धेन अवयवे समवायसम्बन्धेन वर्तते, न तु विपरीतरीत्या. तर्हि अत्र भेदः कः इति चेत् मूलम् इति भागः वृक्षे स्वरूपसम्बन्धेन वर्तते इति द्वितीयभेदः भवति. तदनन्तरं तृतीयभेदः, यदा घटस्य आनयनेन तत्र घटत्वम् इति तत्र सम्पूर्ण तत्र विरोधः वर्तते, इत्युक्ते यत्र घटत्वम् अस्ति तत्र अभावः न भवति, किन्तु यत्र मूलमस्ति तत्र अभावः भवितुम् अर्हति. किमर्थमित्युक्ते एकः एव भागः इति कृत्वा तत्र विरोधित्वं न भवति, तदेव अव्याप्यवृत्तिः इति. स्व अभावस्य अधिकरणे स्वस्य विद्यमानत्वं, यस्मिन् अधिकरणे वृक्षे कपिसंयोगस्य अभावः वर्तते तस्मिन्नेव अधिकरणे वृक्षे कपिसंयोगस्य भावः अपि वर्तते इति कृत्वा एव तत्र अव्याप्यवृत्तिः इति नूतनसिद्धान्तः स्वीकृतः भवति इति. तत्र भिन्नानि भिन्नाः भेदाः वर्तन्ते इति अस्ति. तर्हि घटत्वं घटे सर्वत्र वर्तते, किन्तु मूलत्वं वृक्षे सर्वत्र वर्तते इति न वक्तव्यं. मूलत्वं तु केवलं मूले एव वर्तते, किन्तु मूलम् इति भागः इति वृक्षस्य एकः भागः इति कृत्वा तत्र भेदः वर्तते इति अवगन्तव्यम्. एतत् सर्वं तत्र जालपुटे यद् अस्माभिः अधीतं, करपत्रम् अधीतं, तत्र एतत् सर्वं दत्तमस्ति. तत् संक्षिप्तरूपेण मया उक्तम् इति मूलं. हा क्षम्यतां महोदय, तृतीयबिन्दुः बिन्दुम् एकवारं कृपया वदतु. तत्र विरोधित्वम् इति तत्र सः अनवस्थानविरोधः इति अस्माभिः पूर्वं पठितं किल, घटस्य आनयनेन घट अभावः नश्यति, तादृशम् अत्र न भवति. इत्युक्ते तत्र घटत्वम् इति अवच्छेदकः अस्ति, घटत्वं कुत्र विद्यते, घटे विद्यते, घटस्य आनयनेन घट अभावः नश्यति इति तादृशं तत्र सोपानेन वक्तुं शक्यते. किन्तु अत्र मूलम् इति अवच्छेदकः, मूलस्य आनयनेन किं भवति इति तादृशचिन्तनम् अत्र न भवितुम् अर्हति इति भेदः. विरोधे भेदः वर्तते, सम्बन्धे भेदः वर्तते. अपि च तत्र भागः अपि अस्ति, तत्र घटत्वं घटे सर्वत्र विद्यते, किन्तु मूलं वृक्षे सर्वत्र विद्यते इति नास्ति इति भेदः वर्तते. अत्र वृक्षे अभावः अस्ति इति स्वीकृतं, किन्तु मूले अभावः अस्ति स्वीकुर्मश्चेत् किञ्चित् भिन्नरीत्या भवति. किन्तु तादृशं न स्वीकर्तव्यं. किमर्थमित्युक्ते कृपया कञ्चित् प्रतिध्वनिः आगच्छति, मुरळीमहोदय वा विजी भगिनी वा न जाने, विजी भगिनी कृपया म्यूट् मध्ये भवतु। हा तत्र यदा कदापि मूले अभावः इति न चिन्तनीयं, किमर्थम् इत्युक्ते अभावः कुत्र वर्तते, वृक्षे एव वर्तते, मूलम् इति अवयवः अस्ति। इदानीम् अस्माकं चिन्तनं मूले भवति चेत् तत्र इदानीं मूलत्वम् इति अवच्छेदकत्वेन स्वीकर्तुं शक्यते, यथा घटत्वं, तत्र भेदः न भवत्येव। वृक्षे एव अभावः वर्तते, कस्य अभावः, पतिसंयोगस्य अभावः वर्तते वृक्षे। किन्तु मूले मूलभागे पतिसंयोगः नास्ति इति कृत्वा अत्र मूलम् इति अवच्छेदकत्वेन स्वीकृतम्। अत्र मूले अभावः इति चिन्तयामश्चेत् क्लेशः भवति, तद् यदा कदापि न करणीयं। वृक्षे एव अभावः, वृक्षे एव अधिकरणता अस्ति, अभावस्य अधिकरणता अस्ति, भावस्यापि अधिकरणता अस्ति, संयोगस्य अधिकरणता अपि वृक्षे एव अस्ति, संयोग अभावस्य अधिकरणता अपि वृक्षे एव अस्ति इति चिन्तनीयं। तदेव तत्र भवती किं चिन्तयति, किं कृतवती, मूले अभावः इति यदा चिन्तयति तत्र तदा महान् क्लेशः भवति। अतः मम मनः इतस्ततः तत्र वृक्षः एव अधिकरणं, वृक्षे एव अधिकरणता, सा अधिकरणता केन अवच्छिन्ना इति चेत् मूलावच्छिन्ना। धन्यवादः। अस्तु, समीचीनम्। विजी भगिन्याः प्रश्नः आसीत् वा? इदानीं साधु मूलत्वम् इति स्वीकरणीयं वा इति मम प्रश्नः आसीत्। मूलत्वं तु मूले विद्यते, किन्तु अस्माकं मूलत्वम् इति चिन्तनम् एव नास्ति, साक्षात् मूलं स्वीकृतम्। ओके, तदेव प्रश्नः। मूलम् अवच्छेदकत्वेन स्वीकृतं, किन्तु मूलं वृक्षे भवति इति न वक्तुं शक्यते, किन्तु तत् साधनीयं, तत् कथं साधितम् इति चेत् स्वरूपसम्बन्धेन साधितम्। अस्तु, उत्तमम्। इतोपि पञ्चनिमिषः अस्ति, कृपया तत्र एकमपि परिच्छेदः पठितुं शक्यते। शिवराम महोदय पठति वा? मूल अग्रम् इति विशेषणं भवितुम् अर्हति महोदय? कस्य विशेषणं? वृक्षस्य न भवितुम् अर्हति, मूल विशेषणं नास्ति तत्र। मूलं वृक्षस्य मूलम् इति एव वदामः, मूलवृक्षम् इति वदति वा? वृक्षस्य मूलं एव वृक्षस्य मूलम् इति व्यवहारार्थं वदामः, किन्तु मूलवृक्षे मूलम् इति यदा कदापि न वक्तुं शक्यते। मूलः वृक्षः तादृश उन्नतः वृक्षः तादृशः न भवितुम् अर्हति, मूलः वृक्षः न तादृशं न भवति, न भवति। किमर्थमित्युक्ते उन्नतः वृक्षः इत्यस्मिन् स्थले औन्नत्यम्, उन्नतः इति पदम् औन्नत्यं बोधयति, अपि च औन्नत्यं सर्वत्र विद्यते वृक्षे। एवं तत्र मूलत्वं, मूलः वृक्षः इति वदामश्चेत् इदानीं मूलः इति पदं किं बोधयति इति चेत् मूलत्वं बोधयति, मूलत्वं कुत्र विद्यते इति चेत् वृक्षे सर्वत्र विद्यते इति नास्ति किल? अहं चिन्तयामि मूलदेशः अग्रदेशः इति क्वालिफैयर् इति अहं चिन्तयामि, ट्री वृक्षस्य क्वालिफै तस्य अधिकरणतायाः क्वालिफैयर् इति अहं चिन्तयामि, क्वालिफैड् तदेव अवच्छेदकं, तदेव अवच्छेदकं मूलं वृक्षे निष्ठ अधिकरणतायाः अवच्छेदकं किम् इति चेत् मूलं, तदेव अत्र मुरळीमहोदयेन पठितम्। एवं च अग्रं कपिनिष्ठ अधेयता निरूपिता या वृक्षनिष्ठ अधिकरणः तस्याः अवच्छेदकम् इत्युच्यते. मूलं च कपिनिष्ठ कपिसंयोग अभावनिष्ठ अभेयता निरूपित अधिकरणता अवच्छेदकम् इति. अस्तु महोदय, एकनिमिषम्, इदानीं समयः जातः. प्रायः अग्रिमवर्गे तत्र इदं च अव्याप्यवृत्तित्वनिर्वाहकम् इति शास्त्रे प्रसिद्धम् इति ततः पठेम. अस्तु, अत्र स्थगयामः. सीमा भगिनी, महोदय, हा मुरळि महोदय, वदतु. वन् पेरा इन् अग्रे वृक्षे कपिसंयोगः नेक्स्ट् क्लास् ऐ थिङ्क् विल् हाव्. न तस्मात् पूर्वं यः परिच्छेदः अस्ति तदपि न पठितम्. इदं च अव्याप्यवृत्तित्वनिर्वाहकम् इति तदपि न पठितम् अस्माभिः, ततः पठितम्. ओहो हा हा अस्तु, रेकार्डिङ्ग् स्थगनं करोतु कृपया भगिनी.